सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षी विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ओं श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति आर्धधातु कृत् प्रत्ययाः। तत्र वयं तत्र जानीमः, तत्र आर्धधातु कृत् प्रत्ययेषु घनचिन्तनम् अनावश्यकम् अस्ति, अतः तत्र घनाधारीकृत्य धातूनां तत्र भेदः न वर्तते। परन्तु तत्र अन्तिम वर्णः यः अस्ति, अन्तिम अल् यः अस्ति, तत् आधारीकृत्य एव तत्र विभागाः तत्र कृतम् अस्ति। किमर्थं चेत् तत्र सूत्राणि अष्टाध्यायीग्रन्थे तादृश एव सन्ति, अतः अस्माभिः दृष्टं तत्र यदा तत्र आर्धधातुक् प्रत्ययः अस्ति, सः आर्धधातुक् लकारप्रत्ययः अस्ति वा आर्धधातुक् कृत् प्रत्ययः अस्ति, तत्र एतादृशः विभागः कुर्मः चेदेव तत्र सूत्राणाम् अवगमने तत्र किञ्चित् सौलभ्यं भवति। अतः तत्र अकारान्ताः आकारान्ताः इकारान्ताः एतादृशः अन्तिमवर्णम् अङ्गस्य अन्तिमवर्णः अथवा धातोः अन्तिमवर्ण आधारीकृत्य एव तत्र एतादृशः चतुर्दशविभागाः अत्र दत्ताः सन्ति। अपि च तत्र यदा कृत् प्रत्ययानाम् आर्धधातु कृत् प्रत्ययानां विषयः अस्ति, तत्र तु मूलतः तत्र साक्षात् धातोः अनन्तरमेव कृत् प्रत्ययानां विधिः अस्ति, अतः तत्र लकारेषु तु न वक्तुं शक्यते, परन्तु कृत् प्रत्ययेषु तत्र धातोः एव आकारान्तः इकारान्तः इकार तत्र धातुरूपी अङ्गमेव अस्ति कृत् प्रत्ययस्य कृते। सो सामान्य कृत् प्रत्ययः अस्ति चेत् वयं जानीमः तत्र ईकार ईकार ऊकार ऊकार इति तादृश इकवर्णान्तधातुः अस्ति चेत्, इगन्तधातुः अस्ति चेत् गुणकार्यं तु भवति एव, गुणकार्यं सामान्य अङ्गकार्यम् अस्ति, अतः आदौ एव तस्य चिन्तनं भवति। अनन्तरं विशिष्ट अर्धधातु कृत् प्रत्ययः अस्ति चेत् वृद्धिकार्यस्य चिन्तनम् अपि भवति, अपि च तत्र कित्नित् आर्धधातु प्रत्ययः अस्ति चेत् तत्र गुणनिषेधः अपि भवति। आर्धधातु प्रत्ययेषु तु एकम् अन्यत् कार्यं भवति इडागमविचारः। सो प्रायशः यः तकारादि सकारादि इति एते दृश प्रत्ययाः तत्र कृत् प्रत्ययेषु तत्र केचन सन्ति, यथा त्वात् तवतु तव्य तव्यत् एते दृश तकारादिकृत् प्रत्ययाः, अतः तत्र इडागमस्य विचारः अपि अवश्यम् अस्माभिः करणीयमेव यदा आर्धधातुक विषयः अस्ति, बिकास् तत्र सूत्रं तादृशम् अस्ति आर्धधातुकस्य सेड्वलादेः आर्धधातुक् प्रत्ययस्य एव उत्सर्गरूपेण तत्र इडागमः भवति। कुत्रचित् सार्वधातुक् प्रत्ययस्य अपि भवति, परन्तु तत्र विशिष्टकार्यमस्ति, सामान्यकार्यम् अस्ति आर्धधातुक् सेड्वलादेः। सो इडागमस्य विषये तु सामान्यचिन्तनम् अस्ति, आर्धधातुक् प्रत्ययस्य एव इडागमः भवति इति। अग्रे तत्र इडागमविचारः अस्ति, तस्य प्राक् किञ्चित् आकारान्त अङ्गस्य आकारान्तधातुरूपी अङ्गस्य यः सामान्यकार्यम् अस्ति तस्य विषये किञ्चित् चिन्तनं कृत्वा अग्रे तत्र इडागमविचारस्य विषये तत्र पठामः। सो यदा कृत् प्रत्ययस्य विवक्षा अस्ति तदा तत्र आकारान्त अङ्गमस्ति, इत्युक्ते आकारान्तधातुः अस्ति। मया पूर्वस्मिन् वर्गे अपि उक्तं तत्र ये आर्धधातु प्रत्ययाः तेषां बृहद् रूपेण तत्र किं कृतम् अस्ति, तत्र अण्यतनेत् आर्धधातुकप्रत्ययः, विशिष्ट आर्धधातुकप्रत्ययः, सामान्य आर्धधातुकप्रत्ययः, अपि च कितनेत् आर्धधातुकप्रत्ययः इति तत्र कृत् प्रत्ययानां तत्र तादृशविभजनं कृतमस्ति. सो यः अकृत् प्रत्ययः अणित् अथवा णित् मूर्धन्यनकारस्य इत् अथवा तालुयकारस्य इत् तादृशविशिष्ट आर्धधातुकप्रत्ययः, अनन्तरं कित्नित् आर्धधातुकप्रत्ययः. नित् तु कोऽपि नास्ति, परन्तु कित् तत्र बहूनि कित् प्रत्ययाः सन्ति आर्धधातुकविषये, यथा क्त तावत् त्वा एतादृशाः तत्र कित् प्रत्ययाः. अपि च अनन्तरं तत्र ल्युट्, अनियर्, अपि च अच् तादृश तत्र सामान्य आर्धधातुकप्रत्ययः, तुमुन् प्रत्ययः, तव्यप्रत्ययः, तव्यत् प्रत्ययः, तृन् प्रत्ययः, एतादृशः कितनित् नितनित् भिन्न ये प्रत्ययाः ते सामान्य आर्धधातुकप्रत्ययः. सो यदा वयं सामान्य आर्धधातुकप्रत्ययः वदामः तत्र सामान्यकार्यं भवति, इत्युक्ते तत्र गुणकार्यं तु अवश्य भवति एव. अङ्गकार्यस्य विषये सामान्यकार्यमस्ति गुणकार्यम्. यदा तत्र णितनित् अस्ति, वयं तु एतत्तु किञ्चित् वयम् इदानीं जानीमः एव, तत्र वृद्धिविषये आदौ चिन्तनं भवति. किमर्थं चेत् विशिष्ट आर्धधातुकप्रत्ययः अस्ति. सामान्य आर्धधातुकप्रत्ययः अस्ति चेत् तत्र गुणकार्यं. विशिष्ट आर्धधातुकप्रत्ययः अस्ति चेत् तत्र वृद्धिकार्यं. गुणः अपि भवति, परन्तु प्रथमे वृद्धिविषये चिन्तनं. वृद्धिः अवसरः नास्ति चेत् गुणः तु उपधायां भवति एव. अनन्तरं ये कित् नित् प्रत्ययाः, तत्र किञ्चित् क्लिष्टम् अस्ति. क्लिष्टम् इत्युक्ते तत्र किञ्चित् बहूनि सूत्राणि तत्र वर्तन्ते, यत्र कित् आधारीकृत्य अथवा सेट् धातु अस्ति चेत्, अपि च तकारादि प्रत्ययः अस्ति चेत् किं करणीयं, गुणस्य बाधा अस्ति चेत् तत्र तादृश तत्र कित्नित् विषये तु चिन्तनम् अधिकम् अस्ति. परन्तु इदानीं तत्र यः आकारान्त धातु अस्ति तेषां विषये किञ्चित् चिन्तनं कृत्वा तत्र अग्रे करपत्रे सारे तत्र पश्यामः किं लिखितमस्ति. सो यदा तत्र विशिष्ट आर्धधातुप्रत्ययः अस्ति, इत्युक्ते णौल् प्रत्ययः अस्ति, णित् प्रत्ययः अस्ति, अथवा घञ् प्रत्ययः अस्ति, सः णित् इत् प्रत्ययः, इत्युक्ते तस्मिन् घञ् प्रत्यये घकारस्य इत् संज्ञा अस्ति, अपि च तत्र अन्तिम यः तालुण्यकारः तस्यापि इत् संज्ञा अस्ति. अतः गै, नवुल् एते विशिष्ट अर्धधातुप्रत्ययाः. सो आकारान्त अङ्गस्य विषये तत्र भुवादितः क्रयादिपर्यन्तं ये आकारान्तधातवः सन्ति, तथा एजन्तधातुवः, आकारान्तधातुवः अपि च एजन्तधातुवः. किमर्थं चेत् एते सर्वे एजन्तधातवः, ग्लै, म्लै, द्ये, ध्यै, पै, शो, छो, एते सर्वे एजन्तधातवः. एतेषां विषये तत्र यः सूत्रमस्ति आदेच उपदेशे अशीति इति सूत्रेण, आदेच उपदेशे इति सूत्रेण तत्र अशित् प्रत्ययस्य विवक्षायां तत्र तेषां सर्वेषाम् एजन्तानाम् आकारादेशः भवति. अतः आर्धधातुक प्रत्ययविषये तु एजन्ताः आकारान्त इव तत्र सन्ति एव. किमर्थं चेत् आदौ एव तत् तेषाम् आकारादेशः भवति. सो ग्लै विल् बिकम् ग्ला, म्लै विल् बिकम् ला, दे विल् बिकम् दा, ध्यै विल् बिकम् ध्या, पै विल् बिकम् पा. सो एतेषां सर्वेषां, बिकास् तत्र तादृशसूत्रमस्ति, अनिमित्तिक सूत्रमस्ति, उपदिष्ट एजन्तानाम् आत्वं भवति इति तत्र सूत्रं वदति. केवलं शित् प्रत्ययस्य विवक्षायाम् आत्वस्य निषेधः कृतमस्ति अनेन सूत्रेण, आदेश उपदेशे अशीति. अतः न केवलम् आकारान्तानां विषये चिन्तनम् अस्ति, अपि च एजन्तानां. सो आर्धधातु कृत् प्रत्ययस्य विषये आकारान्तानाम् अपि च एजन्तानां समानचिन्तनं भवति. सो यदा नित्नित् प्रत्ययस्य विवक्षा अस्ति, विशिष्ट आर्धधातु प्रत्ययः णित् अथवा इत् अस्ति चेत् तत्र एकं सूत्रमस्ति आतो युक् चिन् कृतौ. सप्तमध्याये तृतीयपादे त्रयस्त्रिंशत् सूत्रमस्ति आतो युक् चिन् कृतौ. तत्र साक्षात् आतो इति पदमस्ति. सो आतः आकारस्य युक् आगमः भवति चिन् प्रत्ययपरे अपि च कृत् प्रत्ययपरे इति सूत्रं वदति. एकवारं सूत्रं पश्यामः. सो अत्र पूर्वसूत्रात् णिति इत्यस्य अनुवृत्तिः अस्ति आतो युक् चिन् कृतौ. वन् सेकेण्ड्. आतो युक् चिन् कृतौ. सो अत्र युकागमस्य विषये उक्तमस्ति आतः इति अत्र षष्ठी एकवचनं दत्तमस्ति. किमर्थं चेत् अत्र आकारस्य तत्र आतः अङ्गस्य इति अस्ति. अस्तु, अत्र अङ्गस्य अधिकारः अस्ति आतः अङ्गस्य चिन् कृतोः इति सप्तमी द्विवचनात् पदम् अस्ति. युकागमः भवति अपि च णिनिति इत्यस्य अपि तत्र अनुवृत्तिः अस्ति. सो यदा तत्र वयं कोऽपि आकारान् ददातु नयामः, अत्र चिन् अपि एकं प्रत्ययः अस्ति कृत् इत्युक्ते कृत् भिन्न प्रत्ययः अस्ति चिन् प्रत्ययः, अपि च के कृत् संज्ञकाः, ये कृदतिङ् इति सूत्रेण येषां कृत्संज्ञा अस्ति तादृशप्रत्ययः. परन्तु अत्र कीदृशचिन् कृतोः णितिनिति चिन् कृतोः. सो सः कृत् प्रत्ययः णित् भवेत् अथवा ईत् भवेत्. सर्वेषां कृत् प्रत्ययविषये नास्ति. अतः पूर्वे एव मया उक्तं णित्नित् प्रत्यय आधारीकृत्य आकारानङ्गस्य एतत् सूत्रं प्रवर्तते आतो युक् चिन् कृतौ णितिनिति इति अत्र अस्ति. सो यदा वयं कोऽपि कृत् प्रत्ययः णित् अथवा इत् अस्ति तादृशप्रत्ययः तु तत्र नवुल् प्रत्ययः अस्ति. बिकास् किमर्थं नवुल् एव स्वीकुर्मः, तत्र अन्य णित् प्रत्ययः अपि सन्ति. नवुल् प्रत्ययः सर्वेषां धातोः अनन्तरं तस्य विधिः अस्ति, विधानम् अस्ति. सिमिलर्लि गाय् प्रत्ययः सः इत् अस्ति, तस्य विधानमपि सर्वेषां धातोः अनन्तरम् अस्ति. तत्र अन्ये ये णित् प्रत्ययाः सन्ति यथा ण्यत् प्रत्ययः, तेषां विधिः सर्वेषां धातोः न, अतः तेषां चिन्तनं विहाय नवुल् प्रत्ययस्य तत्र नवुल् प्रत्ययः अपि अस्ति, परन्तु नवुल् प्रत्ययः सर्वेषां धातोः अनन्तरं तस्य विधानम् अस्ति. सो नवुल् प्रत्यय स्वीकृत्य तत्र आकारान्त तत्र वयं जानीमः तत्र धारूपी केचन धातवः सन्ति अथवा महाप्राण धकारयुक्तधारूपी तत्र धातवः सन्ति. सो नवुल् प्रत्ययः योजयामः चेत् तत्र सर्वदा युक् आगमः भवति एव. किमर्थं चेत् नवुल् प्रत्ययः णित् अस्ति, मूर्धन्यनकारस्य तस्मिन् इत् संज्ञा अस्ति. अतः दायोग नवुल् कुर्मः चेत् युक् आगमः कित् अस्ति, सो अन्ते भवति. सो दाय् योग नवुल् प्रत्ययस्य वू स्थाने अक इति आदेशः भवति. सो दाय् दायक धायक धारूपि धातु अस्ति चेत्, सिमिलर्लि पा धातु अस्ति चेत् पायक, घै ध्यै एजन्त् कोऽपि एजन्त् धातु अस्ति चेत् तस्य आदेश उपदेशे अशीति इति सूत्रेण पृथ्वे आत्मं भवति. अनन्तरम् अनेन सेयं सूत्रेण आतो युक् चिन् कृतौ इति सूत्रेण तस्य गै घा भवति, अनन्तरं गायक गायक. सो युक् आगमः भवति. अस्मिन्नेव प्रकरणे तत्र अर्त्रि ह्रि व्लीरि कनुयि क्षमायि आतां पुग्नौ इति सूत्रम् अस्ति. सो अत्र अष्टाध्यायीग्रन्थे तत्र नौ इत्यनेन तत्र केवलं निच् प्रत्ययः आयाति. सो यदा आर्त्रिहीरि विलीरि कनुयि क्षमयि तत्रापि आताम् अस्ति. सो आकारान्तानां ये आकारान्त यः आकारान्त अङ्गम् अस्ति तस्य निच् प्रत्ययनिमित्तीकृत्य तत्र युकागमः न भवति, तत्र पुक् आगमः अस्ति. अतः भुवादितः क्रयादिपर्यन्तम् एव तत्र तेषां धातु ये आकारान्तधातुः अस्ति तेषां युक् आगमः अस्ति. चुरादिगणे ये आकारान्त धातवः तेषां तु पुक् आगमः भवति, बिकास् तत्र आदौ एव स्वार्थे निच् इति निच् प्रत्ययः अस्ति, अतः तत्र पुक् आगमः. तेषां चुरादिगणस्य धातूनां कृते तु पुक् आगमः अस्ति, परन्तु भुवादितः क्रयादिपर्यन्तं कृत् नितिनिति प्रत्ययपरे तु युकागमः अस्ति इति. तत्र आकारान्तानां विशिष्ट अर्धधातुप्रत्ययविषये चिन्तनम् अस्ति. अनन्तरं तत्र एकम् अत्र एकं विशेषः अस्ति, दरिद्रा इति धातुः अस्ति. दरिद्रा अपि आकारान्तधातुः. तत्र एकं वार्तिकम् उक्तम् अस्ति, विशेषरूपेण दरिद्रधातुविषये अस्ति. सो यदा दरिद्रधातुः विशिष्टदरिद्रा दरिद्रातेः आर्धधातुके विवक्षते आलोप वाच्य इति वार्तिकम् अस्ति, तत्र आकारस्य लोपः भवति इति. तत्र वार्तिके किं लिखितम् अस्ति, आर्धधातुके. सो किमपि न उक्तं कीदृश आर्धधातुके. सो दरिद्रा यः अन्तिम आकारः अस्ति, वार्तिकं वदति आर्धधातुकस्य विवक्षायां तस्य आकारस्य लोपः करणीयम्. अनन्तरं द्वितीयवार्तिकं दत्तं सनि नवुलि लिटि च न. सो ल्युट् प्रत्ययः अपि आर्धधातुक्, नवुल् प्रत्ययः अपि आर्धधातुक्, सन् प्रत्ययः तु सनादिप्रत्ययः अस्ति. परन्तु यः प्रथमे यः अर्धधातुकविषये आकारस्य दरिद्राविषये लोपः उक्तम् अस्ति, नवुलि लुटि न भवति. सो इफ् वेन् वि डू दरिद्रा प्लस् नवुल् प्रत्ययः, सः नवुल् प्रत्ययः नित् अस्ति, तत्र वार्तिकस्य प्रयोगः न भवति. अतः तत्र युकागमः एव भवति अनेन पाणिनिसूत्रेण आतो युक्चिन् कृतौ. सो तत्र दरिद्रायक इति एव भवति नवुल् प्रत्ययनिमित्तीकृत्य. सिमिलर्ली ल्युट् प्रत्ययनिमित्तीकृत्य अपि दरिद्रा विशिष्टधातुः अस्ति आकारान्तेषु. सो तत्र नवुल् दिस् ल्युट् प्रत्यय परे अपि तस्य प्रायशः लोपः न भवति, परन्तु ल्युट् तु नित् नित् नास्ति, अतः तत्र युकागमः न भवति, परन्तु आकारस्य लोपः अपि न भवति. अनन्तरं सो एतादृशः एतदेव सूत्रं नितिनीति आकारान्तेषु विषये नितिनीतिप्रत्ययपरे आर्धधातुक् नितिनीतिप्रत्ययपरे, बिकास् सार्वधातुप्रत्ययेषु तु कोऽपि नित् नित् नास्ति, आर्धधातुक् प्रत्ययेषु एव वयं तत्र नित् अथवा इत् प्रत्ययः पश्यामः. अनन्तरं तत्र आकारान्त अङ्गस्य एतावता कोऽपि प्रश्नः अस्ति वा? अस्तु. सो अनन्तरं यदा तत्र सामान्य अर्धधातुप्रत्ययः, सामान्य अर्धधातुप्रत्ययः इत्युक्ते अपि च सामान्य अर्धधातुप्रत्ययेषु अनिट् प्रत्ययः यथा अनियर् प्रत्ययः अस्ति, ल्युट् प्रत्ययः ल्युट् प्रत्ययस्य यु इत्यस्य स्थाने अन आदेशः भवति, सो तदपि अनिट् अस्ति. इत्युक्ते अज् अच्वर्णः अर्धधातुक् अस्ति परन्तु वलादि नास्ति, अजादि अस्ति चेत् तत्र इडागमः न भवति. सो अनियर् ल्युट् अच् एतादृशः सामान्य अर्धधातुक् कितनित् नित् नित् भिन्नप्रत्ययः, सर्वेषां धातोः अनन्तरं तेषां विधिः अस्ति, अपि च अनिट् प्रत्ययः. सो आर्धधातुप्रत्ययेषु एतादृशः विभजनमपि आवश्यकम्, अन्यट् अस्ति वा सेट् अस्ति, तत्र इडागमः सः अस्ति चेत् तत्र भिन्नसूत्राणि प्रवर्तन्ते, इडागमः नास्ति चेत् तत्र सामान्यसूत्राणि प्रसक्ताः सन्ति. सो यदा तत्र आकारान्ताङ्गं प्लस् दिस् अनियर् प्रत्ययः, तत्र कोऽपि विशेषसूत्रं नास्ति. सो तत्र केवलं वर्णमेलनं भवति. एजन्तानां कृते तु प्रथमे आत्वं करणीयम्, आदेश उपदेशे अशीति इत्यनेन अनियर् अस्ति वा, ल्युट् अस्ति वा, अच् प्रत्ययः अस्ति वा. सो तत्र किं भवति, केवलं वर्णमेलनम् अस्ति, किमपि अन्यत् कार्यं नास्ति. बिकास् आकारान्त अङ्गम् अस्ति चेत् यद्यपि अनियर् प्रत्ययः, ल्युट् प्रत्ययः, सामान्य अर्धधातुक् प्रत्ययः, गुणानुकूलप्रत्ययः, गुणः भवितुं शक्नोति, परन्तु तत्र गुणस्य प्रसक्तिः न दृश्यते आकारान्त अङ्गेषु. तथैव एजन्तानामपि तत्र कोऽपि गुणप्रसङ्गः न दृश्यते, इत्युक्ते इकवर्णः न दृश्यते. अतः तत्र किमपि न भवति, केवलम् अस्माभिः तत्र वर्णमेलनं करणीयम्. सो दायोग अनियर् कुर्मः चेत् तत्र दानीय एव प्रातिपदिकं भवति, ध्यैयोग अनियर् कुर्मः चेत् तत्र ध्यै आदौ ध्या भवति, आदेश उपदेशे अशीति, अनन्तरं ध्यानीय इति प्रातिपदिकं भवति. सिमिलर्लि ल्युट् प्रत्ययः योजयामः चेत् आकारस्य आकारान्तस्य धातोः अनन्तरम् अथवा एजन्तधातोः अनन्तरं ल्युट् स्थाने तु युवोर्नाको इत्यनेन अन आदेशः भवति. अत्रापि अन इति अस्ति, अजादि अस्ति, अतः इडागमस्य कोऽपि विचारः न करणीयम्, वलादि नास्ति. सो अत्रापि केवलं वर्णमेलनं भवति, यथा अनियर् निमित्तीकृत्य केवलं वर्णमेलनम् अस्ति, तथैव ल्युट् प्रत्ययः विषये अपि आकारान्तानाम् एजन्तानां तत्र किमस्ति, दिस् वर्णमेलनमेव अस्ति. सिमिलर्लि तत्र अच् प्रत्ययः योजयामः चेत् तत्र अच् प्रत्यये चकारस्य संज्ञा अस्ति, अ एव अवशिष्यते. सो अ अस्ति चेत् तत्रापि अवलादि अस्ति, इडागमस्य विचारः न भवति, गुणप्रसङ्गः धातु अङ्गे गुणप्रसङ्गः न दृश्यते, अतः केवलं वर्णमेलनम् अस्ति अनियर् यथा अनियर् अस्ति. सो ये सामान्य अर्धधातुप्रत्ययेषु ये अवलादिप्रत्यय यत्र इडागमः न भवति, तत्र तु किमपि विशिष्टसूत्रं नास्ति, तत्र केवलम् आकारान्त अङ्गं प्लस् प्रत्ययस्य मेलनम् एव भवति. सन्धि अवकाशः अस्ति चेत् सामान्यसन्धि एव भवति, कोऽपि विशिष्टसन्धि नास्ति, इत्युक्ते अकः सवर्णदीर्घः इत्यनेन एव तत्र कार्यं भवति. बिकास् पा अस्ति, अनन्तरं अनियर् अच् अन इति अस्ति चेत् तत्र सवर्णसन्धि भूत्वा, इत्युक्ते आकारः एव श्रूयते, तावदेव अस्ति अनिट् सामान्य अर्धधातुप्रत्ययः. अनन्तरं एते एव सामान्य अर्धधातुप्रत्ययविषये सेट् प्रत्ययः, यथा तृच् प्रत्ययः, तुमुन् प्रत्ययः, तव्यप्रत्ययः, तव्यत् प्रत्ययः, एते सर्वे अपि कितनित् नितनित् भिन्नप्रत्ययाः, तृच्, तुमुन्, तव्य, तव्यत्. अपि च अत्र तु तकारः आदौ अस्ति, त त त सर्वत्र अस्ति. सो वलादि अस्ति, अवशादि अस्ति, कृतप्रत्ययेषु न केवलं वलादि द्रष्टव्यं, वश् प्रत्याहारस्य वर्णः अपि द्रष्टव्यं. सो तकारादि सकारादि सर्वे कृत्प्रत्ययाः तु सेट् एव सन्ति. सो अत्रापि किमपि विशिष्ट कार्यं नास्ति. तृच् प्रत्यये तत्र चकारसि अस्ति, ऋकारः अपि इत्संज्ञकः अस्ति, न ऋकारः इत्संज्ञकः नास्ति, ऋकारान्त प्रातिपदिकस्य तत्र निर्माणं भवति. सो अत्रापि दायोग तृच् कुर्मः, दातृ इति प्रातिपदिकं, दाता इति तत्र भवति. तुमुन् प्रत्यये नकारस्य इत्संज्ञा अस्ति, उकारः उच्चारणार्थम् अस्ति, तुम् अवशिष्यते। आम् अत्र किं चिन्तनं, वयं जानीमः ये दरिद्रा विहाय, दरिद्रा इति आकारान्तधातुः अस्ति, दरिद्रा आकारान्तेषु दरिद्रा इति सेट् इत्युक्ते इडनुकूलधातुः अस्ति, परन्तु अन्य सर्वे आकारान्तधातवः, अन्य सर्वे आकारान्तधातवः अनिट्। सो यद्यपि अत्र तृच् तुमुन् तव्यत् अव्यत् इडनुकूलप्रत्ययः, परन्तु आकारान्तधातवः प्रायशः अनिट्, अतः इडागमस्य विचारः न भवति। परन्तु दरिद्रा इति विशिष्ट अर्ध दरिद्रा अनेका च अस्ति, दरिद्रा इति अनेका च धातुः, सो सर्वे अनेका च धातवः तु सेट् एव, बिकास् तत्र तादृशसूत्रमस्ति इति अस्मिन् करपत्रे तत्र दत्तमस्ति, आर्धधातुक् सेड् वलादेः नेड् वशीकृति, अत्र न दत्तं वा, नेड् वशीकृति किमर्थं न दत्तम् अस्मिन् करपत्रे? सो एका च उपदेशे अनुदातात् इति तत्र धातुविशिष्टसूत्रमस्ति, यत्र इडागमस्य निषेधः अस्ति, अत्र तु एकमेव दत्तमस्ति। सो यदा अस्माभिः तत्र इडागमस्य तादृशकरपत्रं धातुविज्ञानम् अहं चिन्तयामि, धातुविज्ञानं 2 इति करपत्रे तत्र इडागमस्य विषये पठितं, तत्र एकाच् उपदेशे अनुदातात् इति एकम् अन्यत् सूत्रम् अस्ति, सो तादृशधातोः अनुदात् धातोः अनन्तरम् अपि च एकाच्, सो एकाच् उपदेशे अनुदातात् एकाच् अनुदातात् धातोः अनन्तरम् इडागमस्य निषेधः कृतमस्ति धातु आधारीकृत्य। अतः वयं किं वदामः, ये अनेकाच् धातवः सन्ति ते तु सर्वे सेट् एव, अतः चुरादिगणे यदा वयं निच् योजयामः, सो तत्र इकारः निच् प्रत्ययस्य इकारः अन्ते आयाति, सो चुरादिगणे प्रायशः अनेकाच् धातोः निर्माणं भवति, अतः तत्र अपि सर्वे सेट् एव भवन्ति यदा इडागमस्य चिन्तनम् अस्ति। सो दरिद्रा इति अस्माकं विषयः अस्ति, दरिद्रा धातुः अनेकाच् अस्ति, अतः यद्यपि आकारान्त् अस्ति परन्तु अनेकाच् अस्ति, तत्कारणेन दरिद्रा सेट् भवति, अतः तत्र इडनुकूल यदा तत्र तृच् तुमुन् तव्यत् अव्यत् योजयामः तत्र इडागमः भवति एव, तत्र सो तत्र एकम् अन्यत् वार्तिकम् अस्ति दरिद्राविषये, यदा मया उक्तं पूर्वे अपि, दरिद्रा तेर् आर्धधातुके विवक्षिते आलोप वाच्यः, सो इदानीं दिस् तृच् तुमुन् तव्यत् एते सर्वे इड् सेट् प्रत्ययः, अपि च कृत् प्रत्ययः आर्धधातुक् प्रत्ययाः, सो आर्धधातुके आलोप भवति दरिद्राविषये, सो आर्धधातुक् विवक्षायां दरिद्रा आकारस्य लोपः भवति, अतः अत्र यदा दरिद्रा प्लस् दिस् तृच् कुर्मः अथवा तव्य कुर्मः, सो दरिद्रा प्लस् तृच्, तृच् प्रत्यये तृ एव अवशिष्यते, चकारस्य इत्संज्ञा अस्ति, अथवा तव्य कुर्मः अथवा तव्यत् कुर्मः, सो तादृश स्क्रीन् दृश्यते वा, रैटिङ्ग् दृश्यते वा स्क्रीन् उपरि? सो दरिद्रा, सो अत्र दरिद्राविषये वार्तिकम् अस्ति, सो वाच्यम् अस्ति, आर्धधातुक् विवक्षिते तत्र आलोप भवति, परन्तु अनन्तरम् उक्तमस्ति नवुलि ल्युटि न, सो ल्युट् प्रत्यय नवुल् प्रत्ययविषये आकारस्य लोपः न भवति, तत्र तु युकागमः एव भवति, परन्तु यदा तृच् तव्यत् अव्यत् तुमुन् अस्ति चेत् तत्र प्रथमे आलोप भवति वार्तिकेन, सो इट् बिकम्स् दरिद्र दरिद्र भवति. अनन्तरं दिस् अनन्तरं तृच् प्रत्ययः तु इडानुकूल अस्ति, दरिद्र इति अनेकाच् अस्ति, सो इट् विल् बिकम् इता, बिकास् पुल्लिङ्गे तु इता एव तत्र सिद्धप्रत्ययः, पुल्लिङ्गे इता भवति, आर् लेट् अस् नाट् डिस्कस् पुल्लिङ्ग्, इत्र इति भवति, इडागमः भवति अत्र, सो इट् विल् बिकम् दरिद्रिता, दरिद्रितृ इति प्रातिपदिकं, पुल्लिङ्गे दरिद्रिता इति तत्र पुल्लिङ्गे भवति. सो तथैव तव्यविषये अपि प्रथमे वार्तिकेन आलोपः, वार्तिकेन यः अन्तिमाकारः तस्य लोपः, अनन्तरं दरिद्रा सेट् अस्ति, तत्र इडागमस्य निषेधः नास्ति, तव्यत् अपि इडानुकूलप्रत्ययः, सो सर्वत्र इतव्य इतव्य इति भवति. सो दरिद्रितुं दरिद्रितव्यम् इति तत्र रूपाणि भवन्ति. अनन्तरं यः एतादृशः सेट् प्रत्ययः परे अस्ति, परन्तु यः आकारान्तधातुः अस्ति, सो अन्य सर्वे आकारान्तधातवः अनिट्, सो तत्र इडागमः न भवति, बिकास् अन्य सर्वे आकारान्तधातवः अनिट्, केवलं दरिद्राविषये एव अनेकाच् कारणेन सः सेट् भवति. अपि च सर्वे एजन्तदातवः, सो रैट् डौन् दीस् नोट्स्, सर्वे एजन्तदातवः अपि अनिट् सन्ति. सो इवन् इफ् वी हेव् द तकारादिप्रत्ययः इडानुकूल आर्धधातुप्रत्ययः, तथापि एजन्तानां विषये अपि च आकारान्तानां विषये तत्र इडागमः भवति, बिकास् सर्वे एजन्तदातवः अनिट्, प्रायशः आकारान्तदातवः अपि अनिट् सन्ति, दरिद्रा इति विशिष्ट अस्ति इति सामान्य आर्धधातुकविषये. सो कितनित् विषये तत्र विशिष्टधातूनां चिन्तनम् एव अस्माभिः करणीयम्. सो यदा कितनित् प्रत्ययः अस्ति, एकं सामान्यसूत्रं यत् अस्माभिः चिन्तयामि पूर्वे अपि पठितं, घूमा स्थापा गा जहाति सां हलि इति सूत्रेण, तत्र केचन आकारान्तधातुविषयाणां प्रसङ्गः अस्ति, तत्तु अस्माभिः पठितं. घू एकं निमिषः, कुत्र अस्ति, सो अत्रापि अङ्गस्य अधिकारः अस्ति. सो अस्मिन् सूत्रे घूमा स्था गा पा जहाति सां हलि इति सूत्रेण केचन आकारान्तधातूनां विषयः अस्ति. अपि च अत्र आर्धधातुके इति प्रसङ्गः अपि अधिकारः अपि अस्ति. सो घू इति संज्ञा अस्ति, सो घू संज्ञा तत्र वयं तत्र एकं सूत्रमस्ति, तत्र दत्तं वा, धा धा घ्वधापि इति सूत्रमस्ति न, तेन सूत्रेण घूसंज्ञा दत्तमस्ति. सो धैप् अपि च धाप् विहाय अधाप् इत्यनेन अन्य सर्वे ये षट् धारूपिधातवः अपि च धारूपिधातवः तेषां कृते घूसंज्ञा अस्ति. सो अत्र इन्स्टेड् आफ् सेयिङ्ग् आल् दो सिक्स् धारूपि अथवा धारूपिधातवः, तत्र महर्षिणा घू उक्तमस्ति, परन्तु ते सर्वे अपि आकारान्ता एव. एकवारं तत् सो घू इति यः अस्ति तत्र धा धा ध्वाप् इति, आम् सो धा धा घ्वधाप् इति घू अधाप् अत्र सन्धि भूत्वा घ्वधाप् इति उक्तमस्ति. सो धारूपी अपि च धारूपी केचन धातूनां कृते अत्र घू संज्ञा, एतत् संज्ञासूत्रम् अस्ति, घू इति संज्ञा अस्ति. सो घू मा स्थापा इति सूत्रे घू उक्तम् अस्ति, तत्र प्रश्नः मनसि आयाति घू इत्यनेन किं, सो घु इति संज्ञा अस्ति व्याकरणशास्त्रे. कस्य कृते घु संज्ञा? षट् धातूनां कृते. आम्, सो धारूपी तत्र षट् धातवः सन्ति, परन्तु अत्र धाप् एण्ड् धैप् एतेषां विहाय, बिकास् अत्र अधाप् लिखितमस्ति. अधाप् इत्युक्ते न धाप्. सो धातुद्वयं विहाय डुदाय् दान धातुः, दो इति अजन् एजन्तधातुः, देङ् इति अपि एजन्तधातुः. सो एतेषां विषये अपि आर्धधातुक् निमित्तीकृत्य तत्र दा एव भवति, दे विषये अपि दा भवति, एच् वर्णस्य आत्वं भवति आदेच् उपदेशे अशीति इति सूत्रेण. सो सर्वे धारूपी एव, डुदाय् दारूपी धातुः, दान् दारूपी धातुः, दो अन्ततो गत्वा दा भवति, दे दा भवति. सो फोर् एते चत्वारि धारूपी धातवः. अनन्तरं महाप्राण धारूपी ये धातवः सन्ति, डुधाय् एण्ड् देट्. दुधाय् इस् साक्षात् आकारान्त धातुः अस्ति, परन्तु देट् तु एजन्त् अस्ति. सो एजन्त् अस्ति, अतः आदेश उपदेशे अशीति इति इत्यनेन आर्धधातुक विवक्षायां तु धा भवति. सो दिस् इस् आल्सो धारूपी, अतः अत्र धादा इति उक्तम् अस्ति. सो येषां धा इति रूपं भवति तेषां तादृशधा धातूनाम् अपि च दा धातूनां घू संज्ञा अस्ति. सो टु प्लस् फोर्, सो सिक्स्, अत्र षट् धातवः सन्ति येषां विषये तत्र एतत् सूत्रं प्रवर्तते, घू मा स्था गा पा जहाति साम्. सो एतेषां हली कितिनिति, सो हलादि कितनित् प्रत्यय परे. सो वी आर् डिस्कस्सिङ्ग् इदानीम् आर्धधातु कितनित् विषयः, अपि च अङ्गमस्ति आकारान्त अङ्गम्, अथवा एजन्तधातुः अपि आकारान्त भवति अन्ततो गत्वा, अतः कितनित् प्रत्यय परे कीदृशकार्यं तत्र अस्ति इति अस्माकं विषयः. सो हलादि कितनित् प्रत्यय परे, अपि च सः हलादि कितनित् आर्धधातुक् भवेत्. सी वी हेव् सार्वधातुक विषये किम् अस्ति, आकारान्तनां विषये, कितनित् विषये कोऽपि वदतु. सार्वधातुक कितनित् विषये आकारान्त अङ्गस्य कृते सूत्रद्वयम् अस्माभिः पठितं, तत् किम्? सो आल्वेज् ऐडेण्टिफै द सूत्रास् by this ardhadhatuk and sarvadhatuk. So kim asti shna abhyastayor atah iti sutram asti na, tatra kitiniti iti, parantu sarvadhatuk kitiniti. So shna abhyastayor atah iti sutrena, shna itikte swadi gane shna pratyaha yojyamaha che, tatra api akarant angasya nirmanam bhavati. अपि च अभ्यस्त, ये अभ्यस्तधातवः सन्ति ज्योत्यादिगणे, केचन आकारान्तधातवः सन्ति, तत्र धदा इति भवति, तत्र अपि आकारान्त. श्ना अभ्यस्तयोरातः इति सूत्रेण सार्वधातु कितनित् प्रत्यय परे तस्य आकारस्य लोपः उक्तमस्ति, पठितं न? सो तत्र सार्वधातुके इति उक्तमस्ति, परन्तु इदानीम् अस्माकं विषयः आर्धधातुक् अस्ति. सो श्ना अभ्यस्तयोर् आतः इति, अपि च ईहल्यगोः इति सूत्रम् अत्र न प्रवर्तते यदा अस्माकं कृत् विवक्षा अस्ति, आर्धधातुक् कृत् विवक्षा अस्ति. सो तत्र तु एतेषां सूत्राणाम् एव प्रयोगः भवति, अतः अत्र आर्धधातुके इति अपि अधिकारः अस्ति. एण्ड् श्नाभ्यस्तयोरातः इति सूत्रे तु साक्षात् सार्वधातुके कितिमिति, बिकास् सर्वे सार्वधातुक अपित् निद् इव भवन्ति, अतः तत्र सार्वधातुक कितिमिति उक्तमस्ति, अत्र आर्धधातुक कितिमिति उक्तमस्ति. सो आर्धधातुक प्रत्ययेषु यः कितिमित् अस्ति, प्रायशः कित् अस्ति, तत्र आकारस्य ईत् भवति इत्यनेन सूत्रेण कार्यमस्ति. सो वेन् वी हेव् दे धे रूपी धातुः बिकास् धे विल् बिकम् दा गुसंज्ञक अस्ति सो धे रूपी धातु अस्ति अपि च क्त प्रत्ययः योजयामः क्त प्रत्ययः कित् अस्ति ककारस्य इत् संज्ञा अस्ति सो तत्र तत्र किम् इह दे धा भवति आदेश उपदेशे अशीति इत्यनेन अनन्तरं धा विल् बिकम् धी अनेन सूत्रेण बिकास् अत्र आतः आकारस्य स्थाने ईत् उक्तम् अस्ति दीर्घ ई इति आदेशः भवति सो धीतः इति धीत इति प्रातिपदिकम् सिमिलर्ली तव तु प्रत्यये ककारस्य इत् अस्ति तव्य इस् डिफ्रेण्ट् तव्यत् इस् डिफ्रेण्ट् तव्यत् कित्ना ते तु सामान्य आर्धधातुक् प्रत्ययः परन्तु तव तु यः प्रत्ययः अस्ति तत्र ककारस्य इत् अस्ति आर्धधातुक् अस्ति सो आकारान्त अङ्गम् अस्ति चेत् एतादृशः विशिष्ट आकार घूमा स्था गा पा हा इति ओहाक् धातुः ज्योति अधिगणस्य ओहाक् धातुः तत्र धृत्वं भवति अतः जहा इति लिखितमस्ति सो तादृशधातूनां तत्र आकारस्य स्थाने ईत् भवति दीर्घ इकारः भवति सो एतेषां धातूनां सो स्था स्थी भवति स्था विल् बिकम् स्थी आर्धधातु कित्नित् प्रत्यये परे सिमिलर्ली दिस् गा विल् बिकम् घी गीत स्थीत बिकास् अत्र ईत् उक्तम् अस्ति सो आकारस्य तत्र ईत् भवति इत्यपि कित्नित् विशिष्ट सूत्रम् अस्ति आर्धधातु कित्नित् न तु सार्वधातु कित्नित् सो सिक्स् प्लस् सेवन् एट् नैन् टेन् आल्मोस्ट् इलेवन् धातु आकारान्तधातु विषये तत्र आर्धधातु कित्नित् ईत् भवति इत्यपि सूत्रमस्ति अनन्तरं तत्र आम् अस्य सूत्रस्य एकम् एकं मा विषये अपि च स्था विषये एकं सूत्रमस्ति ध्यति स्यति तस्य सूत्रस्य सङ्ख्या का अस्ति एकवारं पश्यामः एतत् सूत्रम् अवगतं वा ध्यति स्यति वट् वास् दिस् वास् 6466 6 7440 अस्तु सो परसूत्रम् अस्ति एकम् अन्यत् सूत्रमस्ति द्यति स्यति मा स्थां मा अपि च स्था एतेषां विषये इत् भवति ह्रस्व इति आदेशः भवति किति अत्र केवलं कित् अस्ति नित् नास्ति अपि च अत्र अत्र किमपि आर्धधातुक् इति नास्ति सो प्रायशः दिस् विल् एक्ट् एस् एन् उत्सर्गसूत्रम् सो कित् प्रत्ययः परे सः कित् अत्र केवलं कित् उक्तमस्ति सी द सूत्रं कीदृशम् अस्ति बिकास् इफ् हि सेस् किनिति नित् विल् आल्सो बिकम् देन् हि हेस् टु क्लियर् देट् वेदर् सार्वधातुक् नित् आर् आर्धधातुक् नित् सो हि हेस् ओन्ली सेड् किति सो केवलं किति परे कार्यम् अस्ति अपि च अत्र ति अपि अस्ति ति किति इत्युक्ते तकारादि कित् प्रत्यये परे एतेषां धातूनाम् इन् विच् मा इस् देयर् स्था इस् देयर् मा एण्ड् स्था आकारान्त धातुः धातुद्वयं तकारादि कित् प्रत्यये परे तत्र ईत् न भवति इत् भवति इति सूत्रं वदति किञ्चित् अत्र पश्यतु तकारादि कित् प्रत्ययः तव तु प्रत्ययः तकारादि कित् अस्ति क्त एण्ड् तव तु निष्ठा प्रत्ययः सो बोथ् आर् तकारादि एण्ड् बोथ् आर् कित् प्रत्ययः ककारस्य इत् अस्ति सो एतादृशः प्रत्ययविवक्ष विवक्षायां तत्र मा अपि च स्था धातुः ईत् न भवति, इत् भवति, ह्रस्व इक् आदेशः भवति. सो मितः मितवान्, स्थितः स्थितवान्. सो दिस् विल् एक्ट् एज़् एन् अपवाद सूत्रं टु द सूत्र विच् वी जस्ट् नौ रेड्. घूमास्थापा गा जहाति सां हली आर्धधातुके किनिति. सो तत्र ईत् इत्यस्य स्थाने अत्र तु इत् उक्तमस्ति. सो तकारादि कित् बिकास् अत्र निमित्तं किम् अस्ति, तकारादि कित् विशिष्टनिमित्तम् अस्ति. तत्र तु किमपि आर्धधातु कित् नित् प्रत्ययः निमित्तीकृत्य कार्यं, परन्तु अत्र केवलं तकारादि कित्. अतः एतत् विल् दिस् विल् बिकम् अ मा विषये स्था विषये, मा विषये स्था विषये एतत्तु किं भवति, अपवादसूत्रं भवति, घूमा स्थापा. सो वी विल् नाट् हेव् मीतवान् आर् स्थितवान्, वी विल् हेव् स्थितः स्थितवान्, मित्तः मित्तवान् वित् रेस्पेक्ट् टु आकारान्तधातु. सो this sutra also needs to be noted down with respect to ma and stha, because tesham vishaye to apvadah asti. So with the oha kiti ha ghuma sthapa jahati iti ha uktam asti. Jahati iti हा धातुः अस्ति, ज्योत्यादिगणस्य आकारान्त हा धातुः अस्ति, तस्य विषये तु ईत्वम् एव भवति. सो इट् विल् बिकम् एण्ड् आम् तत्र तु निष्ठाप्रत्ययस्य त तवतु इत्यस्य तकारस्य नकारादेशः भवति. अहं चिन्तयामि कित्नित् प्रत्ययविषये किञ्चित् विशिष्टचिन्तनम् आवश्यकम् अस्ति यदा आकारान्तङ्गम् अस्ति. इति तु सामान्यचिन्तनमस्ति आकारान्तानां विषये, घूमास्थापा इत्यनेन, अपि च यत् प्रत्यय निष्ठाप्रत्यय आधारीकृत्य तत्र केचन कार्याणि सन्ति, बिकास् निष्ठाप्रत्ययनिमित्तीकृत्य तत्र बहुत्र तकारस्य नकारादेशः भवति. सो if you read these two sutras, jati sati ma sthamiti kiti apicha guma sthapa, so kit pratyaya pare kinchit tatra tatra it nochet itadeshah bhavati. So this is with respect to akaras. Let me check if there are any some other samanya sutras. Tavat eva maya drishtam. So idanim kim kurmaha, etat karpatram samapayamaha. सो बिन्दु द्वितीयबिन्दुतः एतत्तु अस्माभिः पठितम्, अतः किमपि अत्र क्लिष्टं नास्ति. सूत्रद्वयम् अस्माभिः पूर्वे अपि पठितम्, अतः एकवारम् एतत् करपत्रं समापयामः, तदनन्तरम् अहं पुनः पश्यामि तत्र कित्नित् विषये आकारान्तानां किं कार्यमस्ति. प्रश्नः अस्ति वा और किमपि कोऽपि वक्तुम् इच्छति? मञ्जरी भगिनी अत्र द्वितीयबिन्दुतः पठतु भगिनि. सो इदानीम् इडागमस्य विचारः, बिकास् आर्धधातु प्रत्ययः अस्ति अस्माकं विषयः, आर्धधातु कृत् प्रत्ययः. सो कृत् प्रत्ययेषु सूत्रद्वयस्य चिन्तनम्, आर्धधातु कृत् प्रत्ययेषु सूत्रद्वयस्य चिन्तनम् अवश्यं भवति इडागम विषये, तत् किम् इति इदानीं पठामः. पठतु भगिनि अत्र. अर्धधातुकः कृत् प्रत्ययानाम् इडागमविचारः. अर्धधातुककृत् प्रत्ययैः निष्पादितानां पदानां धातुगणीयभेदः न भवति, किन्तु इडागमविचारः अपेक्षितः. यथा एतत् अवगतं न, धातुगणीयभेदः न भवति. तदत्र कस्य गणस्य धातुः अस्ति इति विचारः अनावश्यक आर्धधातुकविषये. तत्र तु अन्तिम स्वरः, अन्तिम आलवर्णः कः, तदाधारीकृत्य एव अस्माभिः तत्र अङ्गं कीदृशं भवितुं शक्नोति तत् विषयः एव आयाति, न तु गणीयचिन्तनं. सो तत्र गणीयभेदः नास्ति धातूनां, परन्तु इडागमविचारः तु अपेक्षितमस्ति. इडागमः विचारः करणीयमेव. यथा तव तु कृतवान् गतवान्, परन्तु इडागमे सति पठितवान् खादितवान्. इत्युक्ते अत्र तव तु विषये तव तु कियत् अस्ति, ककारस्य इत्संज्ञा अस्ति, उकारः अपि इत्संज्ञक अस्ति, तवत् एव अवशिष्यते. तवत् इति तकारः अन्ते अस्ति. सो यदा तत्र वट् वि से प्रायशः अजन्तदातवः अनिट्, बट् देर् आर् अप्वादास्, भू इस् अन् अप्वाद, भू इस् सेट्. परन्तु क्रू धातु इस् डुक्रैन् धातु इस् अनिट् धातुः, सः सेट् नास्ति धातुः. सो वेन् वि डू क्रू धातु प्लस् तवतु, अपि च क्रू धातुः तवतु प्रत्ययः कित् अस्ति, सो तत्रापि. सो सामान्यचिन्तनं किं, कित् विषये गुणस्य बाधा भवति किमिति च सूत्रेण. सो यद्यपि अत्र इगन्ताङ्गम् अस्ति, क्रू धातुः अन्ते ऋकारः अस्ति, तथापि कित् कारणेन गुणस्य निषेधः अस्ति. सो द प्रातिपदिकम् एण्ड् इडागमः अपि न भवति, बिकास् वि से देट् वि हेव् अ हिण्ट् देट् अजन्तदातवः प्रायशः अनिट्. देर् आर् अप्वादस् बट् प्रायशः, इत्युक्ते इफ् वी हेव् 100 अजन्तदातुस् मे बि 94-95 विल् बि अनिट्. देट् इस् वै वी हेव् फ्रेम्ड् दिस् सेण्टेन्स् देट् प्रायशः अजन्तदातवः अनिट्. बट् देर् आर् फोर् धातुस् विच् विल् बि सेट्. अतः सो वेन् वि डू द कृ धातु प्लस् तवत् सो इट् बिकम्स् कृतवत् इति प्रातिपदिकं, तकारान्त् प्रातिपदिकं. पुल्लिङ्गे तु कृतवान् भवति, एकवचनरूपम् अस्ति अत्र दत्तं, कृतवान् पुल्लिङ्गे. सिमिलर्ली स्त्रीलिङ्गे कृतवती इति भवति. गमधातुः अपि अनिट् अस्ति, अतः मकारस्य लोपः अत्र अनुनासिकान्त अस्ति, तस्य लोपः भवति. तस्य विषये किं सूत्रम् इदानीं तु न स्मरामः. सो इट् बिकम्स् गतवत्. सो पुल्लिङ्गे गतवान्. सो इवन् दो तव तु वास् इडानुकूल प्रत्ययः, बट् धातु वास् नाट् इडानुकूल. सो धातु अपि इडानुकूल भवेत्, प्रत्ययः अपि इडानुकूल भवेत्, तदा एव इडागमः भवति. सो वेन् द धातु इस् सेट्, यथा पठ् धातु, सेट् धातुः, खाद् धातु, सो दीस् आर् हलन्त धातु. पठ् इस् अ हलन्त धातु, खाद् इस् हलन्त धातु, धाव् इस् हलन्त धातु, वद् इस् हलन्त धातु. सो प्रायशः हलन्तदातवः सेट्, अजन्तदातवः प्रायशः अनिट्, हलन्तदातवः प्रायशः सेट्. सेट् अस्ति चेत् इडागम विल् हेप्पन्, बिकास् तव तु इस्तकारादि वलादिप्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति, आर्धधातुप्रत्ययः अस्ति. सो इट् विल् बिकम् पठितवत् इस् द प्रातिपदिकम्. पुल्लिङ्गे पठितवान् इत्तवान् इति भवति. सिमिलर्ली खादितवान्, खादितवती इति तत्र रूपाणि, यदा तत्र धातु इडनुकूलधातुः. इडनुकूलधातुः नास्ति चेत् इडागमः न भवति, केवलं वर्णमेलनम् अस्ति, गुणः अपि न भवति, बिकास् तव तु इस् कित्. अग्रे पठतु भगिनि. तुमुन् ज्ञातुम् आप्तुम् परन्तु इडागमे सति क्रीडितुं जीवितुम् अत्रापि समान चिन्तनं तुमुन् प्रत्ययः तु तुमुन् प्रत्ययः तु कुत्र अस्ति सामान्य अर्धधातुप्रत्ययः अस्ति इत्युक्ते गुणः भवति इफ् गुणप्रसङ्गः तत्र धातौ अस्ति चेत् गुणः अपि भवति यथा जी विल् बिकम् जेतुम् जी धातु विल् बिकम् जे प्रथमे बिकास् गुणः भवति तुमुनि सामान्ये कित्रित् नास्ति णित्नित् अपि नास्ति सो तुमुनि च सामान्य अर्धधातुप्रत्ययः सामान्यकार्यं गुणकार्यं गुणकार्यं तु भवति एव यदि धातौ गुणप्रसङ्गः अस्ति ज्ञाधातुः गुणप्रसङ्गः नास्ति आपधातुः गुणप्रसङ्गः नास्ति क्रीडधातु उपधायां दीर्घयी अस्ति गुणप्रसङ्गः नास्ति जीवधातु उपधायां दीर्घ ई अस्ति गुणप्रसङ्गः नास्ति सो यु डोण्ट् सी इन् दिस् फोर् एक्साम्पल्स् यु डोण्ट् सी द गुण बट् दिस् वेनेवर् तादृशधातुः अस्तु मुन् विषये सामान्य अर्धधातुप्रत्ययः धातो गुणप्रसङ्गः अस्ति चेत् अवश्य भवति तत्र कोऽपि निषेधः नास्ति गुणस्य कृते परन्तु इडागमः इडानुकूलप्रत्ययः अपि अस्ति गुणा विल् आल्सो हेपन् एण्ड् इफ् द धातु इस् सेट् देन् इडागम विल् आल्सो हेपन् सो क्रीडितुं जीवितुं परन्तु ज्ञातुम् आप्तुम् अत्र तु केवलं वर्णमेलनमस्ति अग्रे तव्यत् तव्यत् द्रष्टव्यं दातव्यं परन्तु इडागमे सति खादितव्यं क्रीडितव्यम् अत्र दारूपि धातु अस्ति सो किमपि सामान्य अर्धधातुप्रत्ययविषये आकारान्तानां किमपि नास्ति केवलं वर्णमेलनं करणीयं किमपि न करणीयं दातव्य इति नपुंसकलिङ्गे दातव्यम् इति तत्र भवति सो इडागमे सति तत्र अत्र पश्यतु तव्यत् रूपाणि केवलं नपुंसकलिङ्गे भवति वा तथापि तत् द्रष्टव्यं भगिनि सूत्रं किमस्ति यथा गायिप्रत्ययान्त प्रातिपदिकं तस्य केवलं पुल्लिङ्गे एव रूपं भवति तुमुन् प्रत्ययस्य विषये अपि तत्र तुमुन् तु अव्ययम् अस्ति तुमुन् इति अव्ययम् अस्ति तव्यत् चिन्तयामि तत्र केवलं नपुंसकलिङ्गे एव रूपाणि भवन्ति कोऽपि जानाति वा अत्र परन्तु यः तव्य अस्ति तव्य भिन्नप्रत्ययः तव्यत् भिन्नप्रत्ययः सो यः तव्य तस्य तु सर्वेषु लिङ्गेषु रूपाणि भवन्ति अत्र केवलं नपुंसकलिङ्गे एव दत्तं न खादितव्यं क्रीडितव्यं द्रष्टव्यं दातव्यम् दृष्ट्वा वदामि अत्र पठतु भगिनि अग्रे पुल्लिङ्गे अपि भवति देट् इस् तव्यप्रत्ययः वी हाव् टु प्रत्ययः न भगिनि वन् इस् तव्य अनदर् इस् तव्यत् द्वयोः कृते तत्र तव्य एव अवशिष्यते सो मे बि दिस् इस् द डिफ्रेन्स् सो तव्यत् यः प्रत्ययः अस्ति चेत् तत्र केवलं नपुंसकलिङ्गे रूपं भवति परन्तु यः तव्य अस्ति तत्र तु त्रिषु लिङ्गेषु रूपाणि सो वी हेव् टु प्रत्ययास् न बोथ् एण्ड् बोत् अवशिष्टभागः तव्य एव अस्ति अग्रे पठतु भगिनि तव्यत् तथा तव्यप्रत्ययमध्ये भेदः कः अत्र एव भेदः न तव्यत् विषये केवलं नपुंसकलिङ्गे एव अत्र रूपाणि दत्तम् एकवारं पश्यामः सो सपोज् वि टेक् पठ धातुः किञ्चित् वदामि वदतु भगिनि तव्यत् एतत् बीङ्ग् कर्मणि धातुसाध्येत् विशेष प्रायशः नपुसकलिङ्गि रूपाणि एव आगच्छन्ति प्रायशः तत्र सूत्रम् अहं तु मन्ये तव्य इति एकमेव तव्यत् तथा अन्य लिखितमस्ति किल अत्र एक्चुलि द कृत्याः अमङ्ग् द कृत् प्रत्ययेषु सुकृत् इस् अ संज्ञा देन् अमङ्ग् द कृत्सु कृत्सु एव एकम् अन्यत् संज्ञा अस्ति कृत्याः दीस् कृत्याः प्रत्ययास् इन् द कृत् केटगरी वी हेव् सम् आफ् द प्रत्ययास् विच् आर् कृत्याः दे आर् टु बि ट्रीटेड् एस् भावकर्मणोः सुकृत्याः ये प्रत्ययाः सन्ति दे आर् ट्रीटेड् एस् भावकर्मणोः एतत्तु संज्ञासूत्रम् अस्ति अपि च सो देट् इस् वै अनियर् इस् आल्सो तस्यापि कर्मणि प्रयोगः भवति तव्यत् अपि तथैव बट् तव्य अपि च अनिर्विषये इस् टु प्रत्ययस् तव्यत् इस् डिफ्रेण्ट् प्रत्यय तव्य इस् डिफ्रेण्ट् प्रत्यय तव्यप्रत्यये कोऽपि अनुबन्धवर्णः नास्ति परन्तु तव्यत् प्रत्यय तकारस्य इत् संज्ञा अस्ति सो बोत् फार्म्स् आर् सेम् अत्रापि तव्य एव प्रक्रियायां तत्र अस्माभिः योजनीयम् अत्रापि अत्र किमपि भागे एकम् उदाहरणं दत्तं क्रूयोगतव्य तथा क्रूयोगतव्य कर्तव्यं कर्तव्यम् यदा तव्यत् अस्ति अत्रापि सि अत्र अत्रापि नपुंसकलिङ्गे रूपमेव भवति न करणीयं मस्ट् बि डन् सो दिस् इस् आल्सो विद्यार्थे अस्ति यथा अनियर् प्रति अस्माभिः पठनीयं सो कर्मिणिप्रयोगः कर्मिणिप्रयोगे एते प्रत्ययाः ऐ वास् चेकिङ्ग् वाट् इस् द डिफ्रेन्स् बिट्वीन् तव्य तव्यत् विषये तव्यविषये कुत्र अस्ति उदाहरणं भगिनि अत्र तु केवलं तव्यत् उदाहरणम् अस्ति न क्रूयोगतव्यत् कर्तव्यम् एण्ड् क्रूयोगतव्य कर्तव्यं मस्ट् बि डन् रूपं तु समानं परन्तु कर्तव्या कर्तव्यः इत्यपि अस्ति प्रायशः तव्य तदेव डिफ्रेन्स् अस्ति दृष्ट्वा वदामि तव्य अपि च तव्यत् विषये सो अत्र तु करपत्रे सि यदा तव तु विषये तु पुल्लिङ्ग् फार्म् दत्तमस्ति परन्तु वयं जानीमः तत्र स्त्रीलिङ्ग् अपि अस्ति नपुंसकलिङ्गे अपि तत्र दिस् भवति रूपाणि ज्ञातुं तु तुमुनान्त कृदन्त अव्ययम् अस्ति तुमुन् प्रत्ययः यथा त्वा तुम् कृदन्त अव्ययम् अस्ति तुमुनापि कृदन्त अव्ययम् अस्ति तव्यत् विषये अत्र तु केवलं नपुंसकरूपमपि दत्तं तदेव मया तदेव चिन्तनमस्ति केवलं नपुंसकलिङ्गे रूपं भवति वा इति तत्र सो वी हेव् अ लिङ्गाशासनं अनुशासनम् इति पाणिनि कृतमस्ति देट्स् आल्सो यथा पाणिनि धातु आचार्य प्रयोगे दानं दातव्यं परन्तु भिक्षा दातव्या इति प्रयोग देट् इस् वाट् ऐ एम् सेयिङ्ग् द तव्यप्रत्ययः तस्य त्रिषु लिङ्गेषु रूपाणि भवति परन्तु यः तव्यत् प्रत्ययः तस्य अत्र केवलं नपुंसकलिङ्गे रूपाणि एव भवन्ति इति तत् वदामः देट् इस् वै वी हेव् द टु प्रत्ययास् बोत् द फार्म्स् लुक् लैक् सेम् बट् वन् प्रत्यय डिक्लैन्स् इन् आल् द थ्री लिङ्गास् एण्ड् मे बि प्रोबेब्लि दिस् प्रत्यय डिक्लैन्स् ओन्ली इन् नपुंसकलिङ्गे यथा ल्युट् प्रत्ययः ल्युट् प्रत्ययस्य वेन् वी एड् द ल्युट् प्रत्यय तदपि प्रातिपदिकं भवति न परन्तु रूपाणि केवलं नपुंसकलिङ्गे भवति पठनं गमनं चलनं तत्र अनम् अन इति भवति न ल्युट् प्रत्ययस्य अपि च केवलं नपुंसकलिङ्गे रूपाणि भवन्ति तत्र तु तव्यत् तव्यत् विषये किञ्चित् भ्रमः अस्ति दृष्ट्वा वदामि सो दीस् आर् आल् कृत् प्रत्ययस् धातु आधारीकृत्य यद्यपि एते सर्वे तकारादि तव तु तुमुन् तव्यतृच् सो इडनुकूलप्रत्ययः परन्तु धातु अपि द्रष्टव्यं तत्र धातुः धातु कृते कोऽपि इडागमस्य निषेधः तु नास्ति यदि अस्ति चेत् इडागमः न भवति यद्यपि प्रत्ययः इडनुकूलः तथापि न भवति परन्तु धातु अपि सेट् अस्ति चेत् इडागमः तु भवति एव इत्येव तत्र लिखितम् अग्रे अपि पठतु भगिनि एवमेव एवमेव यावन्तः कृत् प्रत्ययाः अशित् सन्ति ते सर्वे तथा आर्धधातुकः तत्र इडागमविचारः करणीयः श्रीयात्र भगिनि अनियर् अकारः आदौ अस्ति नवुल् वु स्थाने अक आदेशः भवति ल्युट् स्थाने यु स्थाने अन आदेशः भवति सो दिस् विल् अन्ततो गता अजादि अजादि अजादि सो विद् रेस्पेक्ट् टु दीस् थ्री ऐ केन् अण्डर्स्टाण्ड् वै दे हेव् बिन् क्लब्ड् टुगेदर् हियर् बिकास् एते यद्यपि आर्धधातुक् परन्तु अवलादि सो अनियर् विषये इडागमः न भवति बिकास् दिस् इस् आर्धधातुक् बट् इट् इस् नाट् वलादि सूत्र इस् आर्धधातुक् सेड् वलादेः नवुल् इस् आल्सो आर्धधातुक् परन्तु वू स्थाने यदा अकादेश भवति इट् आल्सो बिकम्स् अवलादि ल्युट् स्थाने यदा अनादेशः भवति इट् अगेन् बिकम्स् अवलादि नौ वै त एण्ड् त्वा हेस् बिन् रिटन् ओवर् हियर् दिस् आल्सो कम्स् टु द मैण्ड् त प्रत्ययः ककारसीत् अस्ति चेत् तकारादि भवति त्वा प्रत्ययः ककारसीत् अस्ति चेत् इट् आल्सो बिकम्स् तकारादि सो दीस् टु शुड् हेव् बिन् इन्क्लूडेड् अबौ इसन्ट् इट् बट् with respect to ta and thwa basically we have tatra atidesh sutrani santi that is why ityukta sarvada samanya rupena tatra idagamah na bhavati there are some atidesh sutras with respect to idagamah where so we have to, with respect to ta and thwa pratyah प्रायशः इडागमः सामान्यचिन्तनं नास्ति तत्र विशेषचिन्तनम् आवश्यकम् अस्ति देट् इस् वै दीस् टु हेव् बिन् क्लब्ड् ओवर् हियर् बिकास् तत्र पुस्तकं पश्यामः चेत् तत्र एकम् अतिदेशप्रकरणे त्वा विषये केचन अतिदेशसूत्राणि सन्ति नत्वा सेट् आम् सत्यं तादृशसूत्रमपि एकमपि अस्ति रलो व्यपदात् सूत्रसङ्ख्या किं भगिनि अतिदेशप्रकरणं 1.2 वन् सेकेण्ड् पुस्तकं पश्यामि अथवा अत्र एव पश्यामः 24 or 26 sutram asti 1.2 1.2.1 instead of 1 I should go like 1 to 26 1 टु 26 सो प्रथम अध्याये द्वितीयपादे प्रथमसूत्रतः सूत्रपर्यन्तं तत्र अतिदेशप्रकरणम् अस्ति आम् अत्र पश्यतु नत्वा सेट् नत्वा सेट्, नत्वा सेट् इति सूत्रं वदति यः त्वा प्रत्ययः सेट् त्वा प्रत्ययः कित् न भवति. सो अस्तु, तत्र इडागमस्य नास्ति, कित्वस्य निषेधः अस्ति. इत्युक्ते यः त्वा प्रत्ययः तु सेट् एव अस्ति, परन्तु त्वा प्रत्ययपूर्वे यद् धातु अपि सेट् अस्ति, यद् धातु अपि सेट् अस्ति चेत् देन् त्वा डस् नाट् बिहेव् लैक् ए कित्. सो त्वा प्रत्ययस्य सि अत्र वृत्तधातुः, वृत्तधातोः वृत्तधातोः सेट् अस्ति, पर त्वा प्रत्ययोजयामः चेत् सामान्यचिन्तनं किम्, ओ त्वा तु कित् अस्ति, सो गुणः न भवति, बट् इट् बिकम्स् वर्तित त्वा, वर्तित्वा इति रूपं भवति. सो तादृश सेट् धातु यत्र इडा त्वा प्रत्ययः इडनुकूल अस्ति, धातु अपि सेट् अस्ति चेत् त्वा डस् नाट् बिहेव् लैक् ए कित्, अकित् भवति, न कित् भवति. सो सेट् कित् न भवति, सो इट् डस् नाट् बिहेव् लैक् ए कित्. सो देर् इस् एन् अतिदेशसूत्रं अतिदेशसूत्राणि वित् रेस्पेक्ट् टु त एण्ड् त्वा. सिमिलर्लि द वन् सूत्र रलो व्यप्दात् हलादेः संश्च, वट् वास् द सूत्रसङ्ख्या 1-2 लास्ट् सूत्रम् अहं चिन्तयामि 26 सूत्रं, तदस्ति अस्य प्रकरणस्य अन्तिमसूत्रं, रलो व्यप्दात् हलादेः संश्च. सो तत्रापि त्वा प्रत्ययः विकल्पेन अत्र पश्यतु. सो ए वर्ब् विच् बिगिन्स् इन् अ कान्सोनेण्ट् एण्ड् एण्ड्स् इन् अ लेटर् आफ् रल् प्रत्ययः and has an its penultimate e e u u, the twa and sun effects are optionally kit. So these are akit, akitva mati adhyaropite. So these are not with respect to idagamaha, these are basically. So astu idanim tyajatu, parantu nishtha pratyaya adhari kritya itukte ta tavatu nishtha apichata. Atra kim likhitam asti ekvaram pathamah. अग्रे पठतु भगिनि, आर्धधातु परे सति इट्. सो अतिदेशसूत्रान्तर् वित् रेस्पेक्ट् टु अकित्वं, सो त्वा प्रत्ययः कित् न भवति यदा सेट् धातुः परे अस्ति. पठतु भगिनि. आर्धधातुकप्रत्ययः परे सति इट् नाम इ इति आगमः कुत्रचित् धातु प्रत्यययोः मध्ये उपविशति. यथा दृष्टं पूर्वं धातुः अपि सेट्, स इट् प्रत्ययः अपि सेट् चेत् एव इडागमः भवति. धातुप्रत्ययोः मध्ये एकोऽपि अनिट् चेत् इडागमः न भवति. द्वयमपि सेट् चेत् अपि कुत्रचित् अपवादत्वेन इडागमः न भवति, परन्तु द्वयोर्मध्ये एकः अनिट् चेत् इडागमः नैव भवति. अत्रैव उक्तमस्ति अस्मिन् परिच्छेदे, इत्युक्ते कुत्रचित् अपवादः अस्ति, कुत्रचित् इवन् इफ् वि सी बोर् बोथ् आर् सेट् तथापि इडागमः न भवति बिकास् आफ् सम् विशिष्टसूत्रम्, अपवादत्वेन इडागमः न भवति. परन्तु सामान्यचिन्तनं तु द्वयं सेट् चेत् इडागमः भवति, एकमपि अनिट् अस्ति इडागमः न भवति. So even if it is written over here, but we only decide the idagamaha looking at the pratyaya, because idagamaha to pratyasya agamaha asti. Idagamaha pratyasya agamaha, na tu dhatoho agamaha. So it says it, itagamaha tit asti, atra takarasi it sangya asti. सो प्रत्ययस्य टित् कारणेन आद्यन्तौ टकितौ इत्यनेन टित् आगमः आदौ भवति. सो इट् कम्स् बिफोर् द प्रत्यय. सो इफ् इट् इस् तृच् प्रत्ययः, सो इट् विल् बिकम् इत्र, इता, इत्. सो इट् आगमः प्रत्ययस्य आगमः, बिकास् सूत्रमस्ति आर्धधातुकस्य, एड् आफ् आर्धधातुप्रत्ययः इडागमः आफ् आर्धधातुप्रत्ययः. सो इडागमः प्रत्ययस्य आगमः अस्ति, प्रत्यय इडागमः भवति, परन्तु धातु आधारीकृत्य अपि तत्र निषेधम् अस्ति. अतः देट् इस् वै वि से धातु अपि सेट् आर् आन् इट्. बट् नौ वि शुड् नो व्याक् पाणिनि सूत्रं पठित्वा इदानीं वयं जानीमः इडागमः तु प्रत्ययस्य भवति. धातु सेट् आर् अन् इट् इट् डस् नाट् मेक् अ डिफ्रेन्स् अन्लेस् द प्रत्यय इस् इड् अनुकूल प्रत्यय. प्रत्यय शुड् बि इन् इड् अनुकूल. प्रत्ययः इडागम इड इडानुकूल नास्ति चेत् तत्र पाठयोग अनियर् कुर्मः चेत् तत्र इडागमस्य विचारः एव न भवति, बिकास् अनियर् इस् नाट् इडानुकूल. सो वै शुड् ऐ चेक् वेदर् पाठ इस् सेट् आर् अन् इट्? बिकास् ऐ नो अनियर् इस् अवलादि. अतः यद्यपि अत्र लिखितमस्ति बट् इदानीम् अस्माकं मनसि स्पष्टता अस्ति चेत् दट् इडागमः प्रत्ययस्य आगमः. सो द्वयमपि इडनुकूल भवति चेदेव इडान इडागमः भवति. कोऽपि आर्धधातुकप्रत्ययः सेट् नाम इडान इडागमयोग्यः न वा इति कथं ज्ञातव्यम्? एतदर्थं मुखं सूत्रद्वयम् अस्ति. सो कृत् प्रत्ययस्य विषये कृत् आर्धधातुकृत् प्रत्ययेषु विषये कः प्रत्ययः इडानुकूलप्रत्ययः तस्य विषये सूत्रद्वयमत्र एकवारं पठित्वा समापयामः. सुनीला भगिनी सूत्रं पठितुम् इच्छति वा भगिनि? नो चेत् चन्द्रमाति भगिनी सूत्रं पठति वा? अर्धधातु प्रत्ययः परे सति नाम इति आगमः. सूत्रं पठतु अर्धधातु कस्य एड् एतत् अभवत्, सूत्रं पठतु. अर्धधातुकस्य एड् बलादेः सप्त योगे द्वे अधिक पञ्चत्रिंशत्. आर्धधातु प्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो भवति. बलादे आर्धधातुकस्य इडागमः स्यात्. टित् आगमः टित् अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि. वल् आदौ यस्य स वलादिः बहुव्रीहि. तस्य वलादेः आर्धधातुकस्य षष्ट्यन्तम् इट् इट् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदम् इदं सूत्रं त्रिपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इट् एतत्तु सरलम् एव अस्ति. आर्धधातुकस्य इट् बलादेः अत्र पश्यतु भगिनि एतत् वाक्यं लिखितमस्ति तदेव अस्ति सूत्रस्य सार. वलादेः आर्धधातुकस्य इडागमः स्यात् तदेव अस्ति सूत्रस्य अर्थः. कीदृश आर्धधातुकस्य वलादेः आर्धधातुकस्य विशेषणमस्ति? सर्वेषाम् आर्धधातुकानाम् इडागमः न स्यात्, केवलं वलादेः आर्धधातुकस्य. सर्वैः अवगतं वा? नेट् वशीकृते अग्रे गच्छामि वा? आगमः टित् अद एतत् आवश्यकमस्ति. आदि अन्तौ टकितौ एतत्तु सर्वे जानाति. कितागमः आदौ भवति, अतः एतत् इट् आगमः अपि चित् अस्ति, अतः प्रत्ययस्य आर्ध वलादि आर्धधातु प्रत्ययस्य आदौ तत्र योजनीयम् इति. द्वितीय अस्ति नेट् वशी कृति, कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्त्यतमवर्णः अस्ति चेत् तस्य इडागमो न भवति. कृत् प्रत्ययस्य आदौ वश् यस्मिन् विधि एकनिमिष भगिनि अत्र पश्यतु आर्धधातु सेड् वलादेः इति सूत्रं सप्तमध्याये द्वितीयपादे पञ्चत्रिंशत् सूत्रमस्ति. अतः अत्र अस्मिन् प्रकरणे अङ्गस्य अधिकारः अस्ति. सो अङ्गस्य अधिकारः अस्ति चेत् अत्र वचनविपरिणामं कृतमस्ति. सो अत्र अङ्गात् इति लिखितमस्ति. सूत्रमस्ति अङ्गस्य, बिकास् अत्र अङ्गात् परे यः अर्धधातुप्रत्ययः, बिकास् दिस् इडागमः प्रत्ययस्य आगमः अस्ति, अतः पञ्चमी दत्तमस्ति. अङ्गात् अनन्तरं यः वलादि आर्धधातुक्, आर्धधातुक् इति प्रत्ययनामकरणं, सो यः वलादि आर्धधातुक् प्रत्ययः तस्य इट् आगमः, तस्य इट्. अपि च सो अत्र अङ्गस्य अधिकारः अस्ति अस्मिन् एतत् सूत्रम् अङ्गस्य अधिकारे महर्षिणा पाठितम्, अतः अत्र अङ्गं भवेत् इत्युक्ते प्रत्ययस्य उपस्थितौ यदा तत्र प्रकृति प्लस् प्रत्ययः अस्ति तदा एव एतत् एडागमः आयाति. सो वी हेव् एन् अर्धधातु प्रत्ययः, तस्य प्राक् किमपि नास्ति चेत् तत्र इडागमः न करणीयम्, अन्लेस् वी हेव् द प्रकृति प्लस् प्रत्ययः, वी हेव् द टू यूनिट्स्, देन् ओन्ली द इडागमः विल् कम्, बिकास् अत्र अङ्गस्य अधिकारः अस्ति. सो अङ्गात् परे यः आर्धधा वलादि आर्धधातु प्रत्ययः तस्य इट् भवति इति अङ्गात् इति लिखितमस्ति. आम् इदानीं पठतु भगिनि नेड्वशीकृति. नेड्वशीकृति कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः न भवति. यस्मिन् विधिः तत् आदौ आदौ अग्रहणे एतत् वार्तिकमस्ति इत्यनेन वशीकृति इत्युक्तौ वशादौ कृति तादृशप्रत्ययस्य यस्य आदौ वश् स्यात्. वश् प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः चतुर्थः पञ्चमः च सदस्याः वकार रेफ लकाराः च नामकृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः अथवा श श स ह चेत् इडानुकूलः न अव्ययपदम् इट् प्रथमान्तं वशि सप्तम्यन्तं कृति सप्तम्यन्तम् अनेकपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् न इट् वशीकृति. सो कीदृश कृत् प्रत्ययस्य विषये इडागमस्य निषेधः अस्ति, एतत् निषेधकसूत्रं पूर्वे यत् 7234 अत्र भिन्नरीत्या महर्षिणा उक्तं. पहल् पूर्वे निषेधः उक्तमस्ति, अग्रे तत्र विधिः अस्ति. सो इन् दिस् प्रकरण 721 आरभ्य तत्र इडागमः कुत्र कुत्र कुत्र न करणीयम्, अग्रे तत्र 35 सूत्रे दत्तमस्ति कस्य इडागमः. दिस् इस् अ भिन्नप्रकरणं, प्रायशः तत्र प्रथमे विधिः दत्तमस्ति अनन्तरं तस्य निषेधः कुत्र कुत्र भवति. बट् अत्र विशिष्टरूपेण महर्षिणा प्रथमे इडागमस्य निषेधः कुत्र कुत्र अस्ति अनन्तरम् इडागमः लिखितमस्ति इडागमः कुत्र भवति. सो इडागमस्य कृत् विषये अत्र कृति इति यः अस्ति, सो कृत् प्रत्ययानां विषये एव अस्ति. सो कीदृशकृत् प्रत्ययस्य विषये इडागमः न भवति? यदा वश् प्रत्याहारस्य वर्णः आदौ अस्ति तर्हि क्रीडागमः न भवति. कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् क्रीडागमः न भवति. अत्र वशि इति सप्तम्यन्तमस्ति, कृति अपि सप्तम्यन्तमस्ति, सो कीदृशकृति एटना वशीकृति. अपि च वट् वि से वशादिकृत् प्रत्यये परे इडागमस्य निषेधः. सो वेन् वि से वश आदि, हौ डु वि कम् टु द कन्क्लूजन् देट् द वश् शुड् बि इन् द फ्रण्ट्? तत् तस्य कृते एव एतत् वार्तिकम् अस्ति. यस्मिन् विदिस् तदादौ अलग्रहणे, यस्मिन् इति सप्तम्यन्तम् अस्ति अत्र, यस्मिन् इति सप्तम्यन्तम्, यस्मिन् यस्मिन् यथा यथा तत्र अस्ति न, येन विधि येन विधि तदन्तस्य. वी हेव् अ परिभाषासूत्रम् इन् द अष्टाध्यायी ग्रन्थ एव, विच् इस् येन विधि तदन्तस्य. सो येन तत्रापि येन विशेषणेन विधिः. सो येन, सो देट् इस् वै, बिकास् सि तत्र येन केन अपि विशेषणेन, वि से वेन् वि रीड् देट् सूत्र, द व्याख्या आफ् देट् सूत्र विच् इस् येन विधि तदन्तस्य, तत्र येन केन अपि विशेषणेन, येन केन अपि विशेषणेन इत्युक्ते सप्तमी विशे सप्तमीन् विशेषणेन, षष्ठ्यन्तं विशेषणेन, अथवा तृतीयान्तं विशेषणेन विधिः उक्तमस्ति, सः अन्ते भवति इति देट् परिभाषा सेज् लैक् दिस्, बिकास् येन इस् दियर् तृतीयान्तं पदं. तृतीयान्तं पदस्य विषये इट् केन् बि षष्ठीरूपेण, इकः अङ्गस्य इस् षष्ठी, बट् हियर् आल्सो द विधि हेस् बीन् सेड्, विधिनिषेधः विशेषणरूपेण दत्तमस्ति, वशीकृति न इट्. सो वी केनाट् अप्लै, बिकास् वी केनाट् अप्लै द तदन्तविधि ओवर् हियर् देट् वश् शुड् बि एट् द एण्ड्, नो देन् द सूत्र विल् नाट् वर्क्. देट् इस् वै द वार्तिकार् केम् विद् अ फ्रेश् वार्तिकम्, यस्मिन् विधिस् तदादौ अलग्रहणे. सो दिस् दिस् वार्तिकम् एतत् वार्तिकम् तदन्त यः येन विधिस्तदन्तस्य इति परिभाषासूत्रमस्ति, तदन्तविधिः यत्र उक्तमस्ति तस्य अपवादः अस्ति. सो अपवादः सूत्ररूपेण अपवादः नास्ति, वार्तिककारेण अपवादम् उक्तमस्ति. सो वार्तिककार, सो वाट् डस् दिस् से, यस्मिन् विधिस्तदादौ अलग्रहणे, वेन् द विधि इस् इन् द शेप् आफ् सप्तमी, in the shape of saptami, because saptami saptamiyantam padam sutre asti chat kim bhavati, paranimitam purvakaryam bhavati, pare nimitam asti tasya purve, sakshat purve tatra karyam bhavati. So purve idagamah api tatra it asti tasti, so ikara will come before, in the front. कार्यं तु पूर्वे अस्ति, इडागमस्य निषेधः, इडागमः न भव न करणीयम्. सो अत्र, सो इट् सेज् यस्मिन् विधिस्तदादौ अलग्रहणे, यत्र प्रत्ययनिमित्तीकृत्य सप्तमीरूपेण निमित्तम् उक्तम् अस्ति, तत्र तदन्तग्रहणं न करणीयं, तत्र तदादौ अलग्रहणं भवति. यः आदिम् अल् अस्ति, यः आदिम् अल् वर्णः अस्ति, तस्य ग्रहणं करणीयं, न तु अन्तिम अल् इत्यस्य ग्रहणं करणीयं. सो वश् शुड् बि इन् द फ्रण्ट् आफ् देट् कृत् प्रत्यय, बिकास् देन् ओन्लि परनिमित्तं पूर्वकार्यं भवति, न तु तदन्तग्रहणं भवति. तत्र तदादौ, तद् इत्युक्ते तत् सप्तमीयन्तं येन विधि उक्तम् अस्ति, येन विशेषणेन विधि उक्तम् अस्ति, तद् आदौ भवेत्, न तु अन्ते भवेत्. सो यस्मिन् विधिस्तदादौ अलग्रहणे, एतत् अपवादरूपेण वार्तिकारेण येन विधि तदन्तस्य इत्यस्य परिभाषासूत्रस्य अपवादम् उक्तम् अस्ति. सो यदा तत्र सप्तमी निमित्तम् अस्ति तत्र आदिम अलवर्णस्य ग्रहणं भवति निमित्तरूपेण, न तु अन्तिम अलवर्णस्य. सो अत्र वशी इत्युक्ते वशादिकृत् प्रत्यये, वश् आदि, आदि कथं वयम् अत्र तु आदि इति किमपि न उक्तम्. सो वश् प्रत्याहारस्य वर्णः आदौ भवेत् अस्ति कृत् प्रत्ययस्य, तदा एव इडागमस्य निषेधः. कुत्रापि मध्ये अन्ते इति वश् न भवेत्, आदौ भवेत्, तदा एव इडागमस्य निषेधः भवति. सो निष्कर्षः इत्युक्ते फलितार्थः कः, यदा कृत्प्रत्ययस्य प्रथमवर्णः आदौ अस्ति, द्वितीयवर्णः आदौ अस्ति, अथवा शेष्यसः अस्ति चेदेव सः इडानुकूलः भवति केवलं कृत्वृषये. ये अन्य सन्प्रत्ययी सनादिप्रत्ययः तेषां विषये एतत् सूत्रं न प्रवर्तते. नेड्वशीकृति केवलं कृत्सु कृत्प्रत्ययेषु एव अस्माभिः द्रष्टव्यं वलादि वा वशादि वा. वशादि अस्ति चेत् इडागमस्य निषेधः अस्ति. सो वल् प्रत्याहारे इन् द वल् वी हेव् एव्रिथिङ्ग्, आल् द व्यञ्जनानि यकारं विहाय. सो दीस् आल्सो कम् इन् द वल्, दीस् तृतीय चतुर् वश् इस् इन्सैड् वल्. तृतीय चतुर्थ पञ्चम अपि च वर् ल एते सर्वे वल् प्रत्याहारे सन्ति, परन्तु फस्ट् ही गिव्स् अ ब्राड् थिङ्ग्, नौ ही सेस् देट् इफ् इट् इस् स्टार्टिङ्ग् वित् थर्ड् फोर्थ् आर् फिफ्त् आर् वर् ल देन् एण्ड् इट् इस् अ कृत् प्रत्यय. सामान्य आर्धधातुक् न, कृत् आर्धधातु. सो कृत् आर्धधातु प्रत्ययेषु एव वशादि अस्ति चेत् निषेधः अस्ति. दट् इस् वै वी से तकारादि सकारादि, दीस् आर् वेरि लाट् आफ़् प्रत्ययस् आर् तकारादि एण्ड् सकारादि. स्य इति प्रत्ययः, स्य लृट् लकारे शतासि लृ लुटो इति सूत्रेण स्य प्रत्ययः आयाति. स्य प्रत्ययः धातोः अनन्तरम् आयाति, तिंशित् भिन्न अस्ति, अतः आर्धधातु भवति. स्य तु यद्यपि स्य अस्ति वलादि, अतः तत्र पठिष्यति लेखिष्यति इति भवति एव. स एण्ड् तकारादि बहूनि तत्र कृत्प्रत्ययेषु तकारादि बहवः सन्ति, तेषां विषये तु इडागमः भवति एव. सो केवलं तृतीय चतुर्थ पञ्चम सदस्यः अस्ति चेत् तत्र कृत्प्रत्ययः वशादि अस्ति चेत् इडागमस्य निषेधः अस्ति. इदानीं तु अवगतं वा, सर्वैः अवगतं वा सूत्रम्? सो वशादिकृत् एव निषेधः अस्ति. सामान्य आर्धधातुक् अन्य कोऽपि कृत् भिन्न कोऽपि आर्धधातुक् प्रत्ययः अस्ति चेत् तत्र एतत् सूत्रं न प्रवर्तते. सो केवलं कृत् वशादि कृतिवशि एव इडागमस्य निषेधः अस्ति. सो अस्माकं विषयः अत्र कृत् प्रत्ययः, अतः एतत् सूत्रं प्रासङ्गिकरूपेण अत्र दत्तमस्ति. इदानीं तु किमपि नास्ति अस्मिन् करपत्रे. सो प्रायशः अग्रिमेषु वर्गेषु तत्र बलाबलचिन्तनम् इति विषये तत्र पठामः. सो एतत् अग्रिमवर्गे समापयामः एतत् करपत्रम्. इदानीं तु स्थगामः, समयः अभवत्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः, हरिः ॐ श्रीगुरुभ्यो नमः. अस्तु, धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः.